वृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी यया धर्मामधर्मं च कार्यं च कार्यमेव च अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी अधर्मं धर्ममिति या मन्यते तवकावृता सर्वार्थान्मे परिकांक्ष बुद्धि सा पार्थ कामती धृत्या यया धारयते मनः प्राणेन्द्रिया क्रियः योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी यया स्वप्नम् भयम् शोकम् विषादम् मनमेव च नभी मुञ्चन्ति दुर्मेधा धृतिः सा पार्थ तामसी।